ॐ सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु विद्विषावहै ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र विसर्गसन्धिः। विसर्गसन्धिविषये वयं बहु किमपि अधीतवन्तः। इदानीं तत्र केवलपुटद्वयम् अवशिष्यते। तदनन्तरं तत्र णत्वमिति नूतनविषयः आगच्छति। इदानीं षष्टीतमे पुटे अन्तिम अभ्यासः, तृतीय अभ्यासः, यतो यतो निश्चरति इति। वेदभगिनी तत् आरभ्य यतो यतो निश्चरति, तत्र निर्योगः चरति, निश्चरति, निर्योगः चरति, विसर्जनीयस्य सह इत्यनेन निश्चरति इति आयाति, निश्चरति रूपं। यतः यतो इति यतः परे यकारः अस्ति, यतः तत्र यकारपरः अस्ति, विसर्गस्य परे पूर्वम् अकारः अस्ति इति कारणतः तत्र यकार मृदुवञ्जनमस्ति इति कारणतः ऊत्वं भवति। विसर्गस्य स्थाने ऊत्वं यत उ प्लस् यतः उ तत्र अकार उकारयोः गुण भूत्वा यतो यतः इति प्रथमतया तद्रूपं भवति। तत्पश्चात् द्वितीय यतः तत् परे नकार अस्ति, निश्चरति नकार अस्ति, तदपि नकार मृदुवञ्जनं वा न मृदुवञ्जनं वा नकार आम् 4-5, 3-4-5 ओके मृदुवञ्जनमस्ति। तदेव तत्रापि यतः इत्यत्र विसर्गस्य स्थाने उकार भवति, गुणा भूत्वा यतो इति रूपं तत्र प्राप्तं। हसि हलि न हलि सर्वेषां या हसि च इत्यनेन प्राबब्लि तत्र नित्यरूपं भवति यतो यतो यतो निश्चरति इति रूपं प्राप्तं। यतः प्लस् यतः निश्चरति इति समीचीनं। तत्र भगवद्गीतायां षष्ठमे अध्याये षड्विंशतितमं सूत्रमस्ति, यतो यतो निश्चरति मनश्चञ्चलमस्थिरं ततस्ततो नियम्यै तदात्मन्येव वशं नयेत्। यतो यतो निश्चरति मनः चञ्चलम् अस्थिरं यतो यतो when the restless mind manas sanchalam asthiram when the restless mind is wandering away for whatever reason niyamya etad atman eva vasham nayet atmani so he should restrain it niyamya put it and bring it under control and atman eva vasham nayet it is the atmani eva vasham you have to keep their self under control va nama manah atmani eva nayet nama tatra atma iti asti kulu tasyam dishi asman dishi nayet नाम तत्र मनः इतः ततः न गच्छेत्, आत्मदिशि एव गच्छेत्, आत्मनः दिशि एव गच्छेत्। ओके ओके अस्तु नाम हि शुड् लीड् इट् इन् द डिरेक्षन् आफ् दिस् आत्मा ओ ओके ओके और् हि शुड् पुट् इट् हि शुड् लीड् इट् टु दि आत्मा आत्मा ओके अस्तु महोदय समीचीनं भगिनि धन्यवादः महोदय धन्यवादः भगिनि शौ भगिनि नमस्कारः नमस्ते महोदय क्षमतां चिन्ता मास्तु पेज् 60 इदानीं कृतं इदानीं 361 अस्तु अस्तु नरेश् महोदय इदानीं प्रथम यो यो यो यो याम् अत्रापि यः यः याम् अस्ति तत्र विसर्गः अस्ति विसर्गः परे मृदुव्यञ्जना अस्ति य अतः तत्र उकारः भवति अतः अकार उकारयोः ओकारः भवति अतः यो यो यां भवति अस्तु अग्रे 721 यो यो यां यां तनुं भक्तः श्रद्धया चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् विदधामि अहम् अहम् सो भक्तः तस्य श्रद्धया यम् इच्छति अहं तां विदधामि तस्य तस्य अचलां श्रद्धां तस्य अचलां एतत्तु भक्तः यः यः यां यां इच्छति तस्य इच्छति न न इच्छति न नाम तत्र तनुम् इति अस्ति खलु बाडि रूपं नाम भक्तः यः यः कोऽपि भक्तः यां यां तनुं श्रद्धया अर्चितुम् इच्छति नाम तत्र इष्टदेवः भवति खलु सर्वेषां तर्हि तत्र इष्टदेवता यत्किमपि रूपे भवेत् नाम तनुं नाम रूप श्रद्धया अर्चितुं नाम भक्तः तं देवम् अर्चितुं श्रद्धया अर्चितुम् इच्छति तदा भगवान् वदति अहं नाम भगवान् तस्य तस्य भक्तस्य अचलां श्रद्धा तामेव तामेव अहं नाम सः भगवान् विदधामि नाम विदधामि नाम विधाता विधाता नाम ग्राण्टर् विदधामि ग्राण्ट् तत्र ददाति इति भिन्नं ददाति इति गिव् अत्र तु तत्र ग्राण्ट् अतः विधात् विधात्री इति अस्ति खलु विधात्री विधात्री विदधामि इति ग्राण्टर् अतः तत्र भगवान् एव तत्र यत्किमपि देवम् अर्चयतु किन्तु तत्र तस्मिन् देवे अचलां श्रद्धां भगवान् विददाति नाम तत्र अस्तु अग्रे शोभभगिनी अग्रे आं महोदय अग्रिमः अभ्यासः यदृच्छा लाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः इति तत्र यदृच्छा लाभसन्तुष्टः इति सन्तुष्टो इति भवति अपि च द्वन्द्वातीतः द्वन्द्वातीतो इति भवति तर्हि यदृच्छा लाभसन्तुष्टः योगः दकारः तत्र इदानीं तत्र ह्रस्व अकारात् परं विसर्गः परवर्णः ककः बकारः व्यञ्जनं हश्वर्णः अतः तत् अतोरोरप्लुदात् अप्लुते इत्युक्ते प्लुतभिन्नह्रस्व अकारोत्तरवर्तिनः रूसम्बद्धरेफस्य स्थाने उकारादेशो भवति प्लुतभिन्न ह्रस्व अकारे परे इति सूत्र तर्हि तत्र उकारादेशः भवति तदनन्तरं उकारः योगः तत्र यदृष्टा इत्यस्य अकारः अपि च विसर्गस्य उकारः इत्युक्ते विसर्गस्य रेपः तदनन्तरम् उकारः अकार उकारयोः आद्गुणः इत्यनेन ओकारः भवति यदृष्टि सन्तुष्टो भवति द्वन्द्वातीतः योगः विमत्सरः तत्रापि तदेव कार्यं द्वन्द्वातीतः इत्यत्र विसर्गस्य रेपः तस्य स्थाने उकारादेशः इदानीम् अकार उकारयोः सन्धि कृत्वा ओकारः भवति आद्गुणः इत्यनेन तर्हि द्वन्द्वातीतो इति भवति विमत्सरः इति तत्र चतुर्थाध्याये द्वाविंशतितमं सूत्रम् इदानीं श्लोकं श्रुतं तत्र यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः समसिद्धावसिद्धौ च कृता किं कृत्वापि न निबध्यते न निबध्यते यदृच्छा लाभ सन्तुष्टः इत्युक्ते तत्र यदृच्छा इत्युक्ते दट् विच् कम्स् वितौट् आस्किङ्ग् कम्स् आन् इट्स् ओन् इच्छा रिमेनिङ्ग् सेटिस्फैड् वित् वाट् कम्स् अन् आस् फार् लाभ सन्तुष्टः इत्युक्ते हेविङ्ग् ट्रान्सेण्डेड् द ड्युयालिटीस् being free from spite and equipoised under success and failure, he is not bound even by performing actions. Tarhi yadrucha labha santushtaha. Yadrucha labha ityukte the labha that comes from, that comes unasked for, apicha dvandvatitaha. Dvandvatitaha ityukte transcending the dualities of sukha dukkham, labha labhau, jaya jaya. Apicha vimatsaraha, yasya matsaraha nasti. फ्री फ्रम् फैट् जलसी वक्तुं शक्यते वा इत्युक्ते सामान्यतया अन्येषां कृते किमपि दुर्भावनाः हास्टैल् अथवा जलसी अथवा अस्तु अण्ड् इक्विपाय्स्ड् तत्र समः समः इति भगवान् पूर्वं समः सिद्धौ असिद्धौ सिद्धौ सिद्धौ नाम तत्र यत् यस्मिन् साधनं तत्र सक्सेस् भवति असिद्धौ यत् नाम सिद्धिः न भवति नाम द्वन्द्वातीतः इति तादृशमेव किन्तु तत्र सिद्धौ असिद्धौ अपि समः हा इत्युक्ते तत्र द्वन्द्वातीतौ इति प्रायशः यदृच्छा यत् आगच्छति तत् स्वीकरोति सः यदि लाभः वा अथवा लाभः वा किन्तु तत्रापि तत् तत्र अन्येषां कृते यदा किं तत्र व्यवहारः भवति तत्रापि सः समबुद्धिः तत्रापि समबुद्धिः इक्विपाय्स्ड् अण्डर् सक्सेस् अण्ड् फेल्युर् अपि च हा यत् किमपि करोति तत्र यदि सिद्धिः भवति असिद्धिः भवति स्वीकरोति समत्वेन स्वीकरोति च कृत्वा अपि सिद्धा समः सिद्धासिद्धौ च कृत्वा अपि न निबध्यते स च पुरुषः कर्मभिः न बध्यते सः कर्म करोति किन्तु तत्र सङ्गं त्यक्त्वा करोति, अपि च कोऽपि अनपेक्षतया करोति. अतः तस्य तादृशाणि कर्माणि यदा क्रियन्ते तैः बन्धनं न भवति, कर्मबन्धनं न भवति इति तत्र उक्तम्. आम् महोदय, समीचीनं, धन्यवादः. अस्तु अग्रे तर्हि नरेश महोदय. असितो देवलो व्यासः. असितो तत्र ऊकारस्य ओकार भवति गुणः भूत्वा. असितः देवलः व्यासः इत्युक्ते असितः तत्र अकार विसर्गस्य पूर्वम् अकार परे ह्रस्व नास्ति इति कारणतः उत्वं भवति. तदेव तत्र अकार उकार विसर्गस्य स्थाने ऊकार आयाति. अकार उकारयोमेलनेन गुणः भूत्वा तत्र असितो इति भवति. असितो देवलः, देवलः तत्रापि देवलः तत्परे वकार अस्ति, मृदुव्यञ्जनमस्ति, विसर्गस्य पूर्वम् अकार अस्ति इति कारणतः तत्र विसर्गस्य स्थाने उकार आयाति. अकार उकारयोः गुणः भूत्वा देवलो असितो देवलो व्यासः इति रूपं प्राप्तम्. तत्र 10.30 दशमे अध्याये त्रयोदशसूत्रम् अर्जुन उवाच. ओके, आहुस्वामृषयः सर्वे देवर्षीनारदस्तथा. असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे. आहुः त्वां ऋषयः सर्वे, आहुः त्वां ऋषयः सर्वे देवर्षि नारदः तथा. असितो देवलो व्यासः, असितः देवलः व्यासः स्वयं चैव ब्रवीषि मे. पूर्वस्य सूत्रस्य कोऽपि भवति? किञ्चित् पठतु भगिनि. अर्जुन उवाच, परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम्. यु आर् परं ब्रह्म परं धाम, यु आर् द सुप्रीम् ब्रह्मन्, यु आर् द सुप्रीम् अबोड्, पवित्रं परमं भवान्, भवान् परमं पवित्रं, परमं पवित्रं, पुरुषं शाश्वतं दिव्यम् तव शाश्वतमस्ति दिव्यम् आदिदेवमजं विभुम्. आदिदेवम् इत्युक्ते आदिदेवम् इत्युक्ते आदिदेवम् आदि आदि नाम सर्वेषां पूर्वं पूर्वम् आदिदेवम् आदौ यदस्ति आदिदेवम् अजं जननं नास्ति, अन्बोर्न्, जस्ट् फार् एक्साम्पल् अन्बोर्न् आदिदेवम् अजं विभुम्. अण्ड् यु आर् प्रेसेण्ट् एव्रिवेर् विभुम् विभुद्रव्यम् इति. सो देन् ही इस् सेयिङ्ग् आहुस्त्वा त्वां ऋषयः. सो आहुः त्वां ऋषयः सर्वे ऋषयः आहुः तत्र आहुः उत्तमं भगिनि. आहुः ऋषयः आहुः आहुः इति बहुवचने देशे नारदः तथा देवर्षि नारदः अपि तथा एव उक्तम्. असितो देवलो व्यासः, असितो देवलो व्यासः इत्युक्ते असितः इत्युक्ते he also means asdatu sayataina asitaha asitaha iti munih asti bhagini asito muniya ha asitaha iti api munih acha I thought asitaha itukte asdatu tah asta pratyaya yojayitva but asinati asti na tatra na janami. Okay, asito acha asitaha devalaha vyasaha swayam cha eva and you yourself are telling this to me. You all are सत्यं भगिनि हा समीचीनं यत् पूर्वस्मिन् श्लोके उक्तं ऋषि अपि उक्तवन्तः अपि भवान् अपि तत्र भगवान् अपि तदेव वदति ओके करेक्ट् अस्तु महोदय असितो देवलोके तत्र देवलः अपि ऋषिः इति वा भगिनि देवलः व्यासः असितः हा देवलः असितस्य पुत्रः अस्तु ओ इति अपि च ते सर्वे ऋषयः एतादृशं वदन्ति इति अर्जुनः तत्र देव ऋषिः सर्वे देवऋषिः आहुः इति अस्ति पूर्वं सर्वे ऋषयः नाम सर्वे ऋषयः आहुः सर्वे ऋषयः आहुः त्वाम् आहुः सो दे हाव् सेड् दिस् अबौट् यू देवर्षि नारदः तथा देवर्षि नारद आल्सो देन् देवलः व्यासः तदनन्तरं स्वयं स्वयं च एव ब्रविषि टु मि मे चतुर्थी अथवा तत्र किं ब्रवीषि मे तत्र किन्तु विभक्ति का तत्र मे ब्रवीषि तत्र मध्यमपुरुषे तत् समीचीनं तत् समीचीनं भगवन्तम् उद्दिश्य अर्जुनः वदति ब्रवीषि इति मे इति तत्र किमस्ति ब्रवीषि मे इति मे इति तत्र माम् इति भवति माम् अस्तु अस्तु मे न क्षम्यतां मह्यं मह्यं माम् इत्युक्ते मा इति भवति मे इति चतुर्थी अपि च षष्ठी भवति षष्ठी अपि भवति अस्तु अस्तु समीचीनम् अस्तु धन्यवादः अस्तु अस्तु तर्हि असितो असितः देवलः व्यासः असितो देवलः व्यासः इति भवति अस्तु समीचीनम् अस्तु अग्रे नरेश महोदय धन्यवादः भगिनि धन्यवादः महोदय तो ऋषिकेशो गुडाकेशेन अपि उक्तः ऋषिकेशः गुडाकेशेन अत्र उक्तः अस्ति तदुपरान्त हश्वर्णः अस्ति अतः तस्य विसर्गस्य उकारः भवति सन्धिरूपेण ओकारः भवति उक्तो ऋषिकेशः अस्ति तत्रापि विसर्गः उकारः भवति तदा ओकारः भवति सन्धिरूपेण उक्तो ऋषिकेशो गुडाकेशेन भवति तत्र प्रथमाध्याये चतुर्विंशतिः तं सूत्रम् अत्र सञ्जय उवाच एवमुक्तो ऋषिकेशो गुडाकेशेन भारत सेनयोः द्वयोः मध्ये स्थापयित्वा रथोत्तमम् अत्र एव एवम् उक्तः ऋषिकेशः गुडाकेशेन भारत सेनयोः उभयोः मध्ये स्थापयित्वा रथोत्तमम् अत्र सञ्जय वदति तत् एतत् उक्तः ऋषिकेशः से सेन द्वौ सेनयोः मध्ये रथं स्थापयित्वा तत्र सेनयोः मध्ये स्थापित करोति तत्र अन्यत् किमपि वक्तव्यं नास्ति इति खलु तत्र अस्तु तर्हि अग्रे गच्छामि तर्हि तर्हि शोभा भगिनी अग्रे आम् महोदय इदानीम् अग्रिमः अभ्यासः यथोदाहरणं प्रक्रियां लिखत उदाहरणं घ्नतः योगः अपि घ्नतः योगः घ्नत योगः विसर्गः योगः अपि घ्नत योगः उयोगः अपि तत्र विसर्गसन्धिः अपि च उकारः इति इत्युक्ते तत्र घ्नतस् इत्यस्य ससजशोरुः इत्यनेन रेफः तदनन्तरं रेफस्य स्थाने उकारादेशः तत्र अतोरोरप्लुतात् अप्लुते इति सूत्रेण घ्नत योगः उकार उ योगः अपि इदानीं घ्नता इत्यस्य अकारः अपि च तस्मात् परम् उकारः अकार उकारयोः आद्गुणः इत्यनेन गुणः ओकारः घ्नतो योगः अपि इति भवति गुणसन्धिः तत्र तदनन्तरं तत्र घ्नतोऽपि इत्यत्र घ्नतो इत्यस्य योगः ओकारः अपि च अकारः एङ्गः पदान्तात् अति इत्यनेन पूर्वरूपसन्धिः भवति तत्र घ्नतोपि इति अन्तिमरूपं सिद्ध्यति अपि च प्रथमाध्याये किं तत्र पञ्चत्रिंशत्तमं श्लोकम् पञ्चत्रिंशत् हा तर्हि एतान्न हन्तुमिच्छामि नतोपि मधुसूदन एतान्नहन्तुमिच्छामि नतोपि मधुसूदन अपि त्रैलोक्यराज्यस्य हेतोः किं किं नु महीकृते इति एतान् नाहन्तुमिच्छामि घ्नतः अपि मधुसूदन घ्नतः अपि इत्युक्ते यदि अहमेव मारितवान् भवामि चेदपि एतान् हन्तुं न इच्छामि इति वदति अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते अपि त्रैलोक्यं प्राप्नोमि किं तत्र त्रैलोक्यं प्राप्नोमि चेदपि राज्यं त्रैलोक्यम् एकक्षणं महोदय तत्र हा तादृशं राज्यं यत् त्रैलोक्ये व्याप्तं भवति तदापि तस्य कारण किं वदति इत्युक्ते यदि ते मां घ्नन्ति चेदपि अहं तान् हन्तुं न इच्छामि तर्हि वाट् ईस् टु से आफ् त्रैलोक्यम् अण्ड् राज्यं त्रैलोक्यराज्यम् अण्ड् आल् दट् इति वदति हेतोः महीकृते तत्र तादृशमेव भगिनि नाम तत्र अहं न तान् हन्तुं न इच्छामि यदि तत्र त्रिलोकराज्यं नाम त्रिलोकराज्यं नाम तत्र केवलं भूलोकः इति न खलु नाम स्वर्गं एतद् यदि एतत् हेतोः कारणम् अपि नाम तद् प्राप्नोमि चेदपि अहं न हन्तुम् इच्छामि यदि तत्र उक्तमस्ति तत्र यदि यदि तेषां हननं करोति अहं तत्र त्रैलोक्यराज्यं प्राप्स्यामि इति उक्तं चेदपि अहं न हन तत्र किमपि न मारयामि न हन्मि हा अतः महीकृते किमर्थम् अहं एतत् करोमि, नाम महि कृते केवलं केवलं तत्र भूलोकार्थम् अहं तु एतत् न करोमि। हा यदि अहं त्रैलोक्य राज्यं प्राप्नोमि चेदपि न हन्तुम् इच्छामि महि कृते तु न इच्छामि, किमर्थं महि कृते करणीयम् इति इत्युक्ते सः तु स्वर्गमेव गन्तुम् इष्टवान्, सः इष्टवान् अहमेव मारितवान् भवामि तर्हि स्वर्गं प्राप्नोमि इति तत्र कुत्रापि वदति, द्वितीय अध्याये वदति। अस्तु अस्तु अस्तु अस्तु अत्र तत्र यद् त्रैलोक्यं प्राप्नोति चेदपि अहं न तत्र मारयामि अन्मि, अतः किमर्थं तत्र केवलं भूलोकविषये किमर्थम् भूलोक केवलं भूलोकाय किमर्थं कुर्याम् इति कुर्याम् इति किमर्थं कुर्याम् इति नो इति तत्र तत्र नो इति एम्फसिस् खलु खलु इति अर्थे किं खलु अहं महि कृते करोमि इति। सः चिन्तयति एतत् युद्धं केवलं तत्र राज्यप्राप्तेः इति न तु धर्मयुद्धम् इति भगवान् अनन्तरं वदति, किन्तु सः इदानीं तु चिन्तयति केवलं राज्याय अपि च किं तत्र वेल्त् तस्मै अहं युद्धं कर्तुम् आगतवान् तत्र इति। सत्यं भगिनि, समीचीनम्, अतः न करोमि इति वदति। समीचीनम्, अस्तु अग्रे तर्हि तत्र वेदा भगिनी अग्रे। सामवेदः योगः अस्मि, तत्र विसर्गस्य पूर्वम् अकार, विसर्गस्य परमपि अकार अस्ति, तत्र भाटसूत्रेण उत्तमम् उत्तमं भवति, तत्र चतुर्थसोपानम् अस्ति, उत अपि च अतो रोरुप्लुत् अतो रोरप्लुतात् अप्लुते इति सूत्रेण आत् अत् परे उत्तमं भवति, सामवेद उ प्लस् अस्मि, अकार उकारयोः ओकार सामवेदो अस्मि, तत्पश्चात् एकः पदान्तात् अति इति सूत्रेण तत्र पूर्वरूपसन्धिः भवति, सामवेदो अवग्रहचिह्नम् अस्मि इति रूपम् आयाति, सामवेदोऽस्मि इति रूपं तत्र दशमे अध्याये द्वाविंशतितमं सूत्रं तमं श्लोकं दशमे अध्याये वेदानां सामवेदोऽस्मि, देवानामस्मि वासवः, इन्द्रियाणां मनश्चास्मि, भूतानामस्मि चेतना, तत्र सर्वत्र षष्टिविभक्ति, वेदानां सामवेदः अस्मि अहं भगवान् वदति तत्र, अहं वेदानाम् अहं सामवेदः अस्मि, देवानाम् अहं वासवः अस्मि इत्युक्ते इन्द्रः अस्मि, इन्द्रियाणां अहं मनः अस्मि इन्द्रियाणाम् इन्द्रियाणां विषये अहं मनः अस्मि, भूतानाम् अस्मि चेतना, भूतानाम् इत्युक्ते मनुष्याणां वा, भूतानाम् इत्युक्ते आल् लिविङ्ग् बीङ्ग्स् रैट्, भूतानां भूतानां अस्मि चेतना, अहं तस्य चेतना अस्मि, चेतना इत्युक्ते किं वदामि, चेतना इत्युक्ते चेतना किं वदामि महोदय, चेतना विषये ऐ एम् चेतना मीन्स् आन् दि कान्शियस्नेस् ऐ एम् किं वदामि भूतानां ऐ एम् दि ऐ एम् द प्राण केन् ऐ से ऐ एम् द प्राण भूतानां चेतना इति तत्र शक्तिः कान्शियस्नेस् कान्शियस्नेस् कान्शियस्नेस् भूतानाम् अहं प्रा कान्शियस्नेस् अस्मि इति वदति भगवान् वदति तत्र किमर्थं वेदानां सामवेदः देवानाम् इन्द्रः, इन्द्रियाणां मनः, भूतानां चेतन अस्ति तत्र भूतानां तत्र प्रायश तत्र इण्टेलिजेन्स् इति अपि दत्तं तत्र चेतना इत्युक्ते अर्थ किं तत्र एकक्षणं चेतना इत्युक्ते इण्टेलिजेन्स् इति दत्तं किन्तु तत्र इट् ईस् द मीडियम् फार् द मेनिफेस्टेशन् आफ् कान्शियस्नेस् कान्शियस्नेस् एव तर्हि किन्तु सर्वत्र तत्र किं तत्र वेदानां सामवेदः नाम वेदेषु तत्र निर्धारण सप्तमी इव तत्र षष्टिः तत्र समूहे समूहे एकसदस्यः खलु तत्र वेदेषु तत्र अथवा वेदानां सामवेदः इति तत्र देवानां वासवः इन्द्रियाणां तत्र मनः तर्हि भूतानाम् इति तत्र अपि तत्र किन्तु भूतानाम् इति तर्हि भूताः भूतानि हा तत्र भूतानि तर्हि तत्र सदस्यः के इति अहं सम्यक् न अवगच्छामि नाम यदि तत्र द फङ्क्षन् आफ् द इण्टलेक्ट् एवर् मेनिफेस्ट् इन् द अग्रिगेट् आफ् बाडि अण्ड् आर्गन्स् ओ अस्तु अस्तु इन् क्रीचर्स् इन् क्रीचर्स् अस्तु भूतान् भूतानि अस्तु तर्हि ऐ एम् द चेतना मीनिङ्ग् ऐ एम् द इण्टेलिजेन्स् द फङ्क्षन् आफ् द इण्टलेक्ट् एवर् मेनिफेस्ट् तर्हि तत्र इण्टलेक्ट् एव स्वीकृतवान् इत्युक्ते तत्र अन्यानि इन्द्रियाणि सन्ति तद् नास्ति खलु महोदय तत्र इण्टलेक्ट् एव तत्र डिस्क्रिमिनेट् करोति अतः एव तत्र भूतानाम् इति अस्ति तर्हि तत्र सदस्य अर्थे भूतानाम् इत्युक्ते अग्रिगेट् आफ् बाडि इति अण्ड् आर्गन्स् इति स्वीकृतम् इति दत्तं महोदय अस्तु अस्तु इत्युक्ते हा सर्वेषु भूतेषु इति अहमेव तत्र डिस्क्रिमिनेटिङ्ग् इण्टलेक्ट् इति वदति वा तादृशं किमपि भवेत् किन्तु तत्र किन्तु तत् सदस्यः समूहे सदस्यः नास्ति खलु तत्र भिन्नः समूहे सदस्यः नास्ति सत्यं सत्यं तद् नास्ति तत्र भिन्नः एव भिन्नः अस्ति तावत् तत्र सर्वम् इति स्वीकृतं सर्वे सर्वेषु भूतेषु तत्र अहमस्मि चेतनरूपेण अस्मि इति अहमस्मि आम् आम् करेक्ट् सम्यक् महोदय तत्र किञ्चित् भिन्नम् अस्ति तत्र वेदानां सामवेदः भिन्नम् अपि एतत् किञ्चित् भिन्नम् अस्तु समीचीनं भगिनि अस्तु अग्रे तर्हि तत्र नरेश महोदय अस्तु क्रोधः योग अभिजायते अत्र विसर्गः पूर्वम् अकारः अस्ति परमपि अकारः अस्ति अत्र उकारः भवति उकारः तत्र सन्धिकार्यम् अस्ति क्रोधो अभिजायते तदा तत् पूर्वरूपसन्धिः अस्ति क्रोधो अविग्रहचिह्नं गच्छति अभिजायते क्रोधो अभिजायते भवति अस्तु द्वाषष्टिः द्वितीय अध्याये अस्तु ध्यायतो विषयान् पुंसः सङ्गस्तेषु पजायते सङ्गात् सञ्जायते कामः कामात् क्रोधो अभिजायते ध्यायतो विषयान् पुंसः सङ्गः तेषु उपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधो अभिजायते विषयान् विषय दत्तमस्ति अत्र विषयान् यदि ध्यायते तदा तेषु सङ्गः उपजायते सङ्गः उपजायते तदा सङ्गात् कामः सञ्जायते कामात् क्रोधः उत्पन्ना भवति अभिजायते तत् अस्ति समीचीनं महोदय तत्र प्रायशः एतत् किञ्चित् पठितवन्तः पूर्वम् इति मन्ये खलु आम् आम् या क्रोधः अभिजायते पठितवन्तः तत्र अन्यः भागः ज्ञायते विषयं पुंसः सङ्गस्तेषु उपजायते सङ्गात् सञ्जायते कामः कामात् क्रोधो अभिजायते हा अग्रिमश्लोकः वयं पठितवन्तः क्रोधात् भवति सम्मोहः सम्मोहात् भवति विभ्रमः स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति अग्रिमः श्लोकः अस्माभिः पठितः किन्तु एषः श्लोकः न पठितः अस्तु अग्रिमश्लोकः पठितः महोदय तत्र क्रोधात् भवति सम्मोहः इति क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति विभ्रमः स्मृति भ्रंशा भ्रंशात् बुद्धिनाशो बुद्धिनाश नाशात् प्रणश्यति एतत् एषः श्लोकः अस्माभिः पठितः किन्तु पूर्वस्मिन् पूर्वश्लोकः अस्माभिः न पठितः अस्तु बुद्धिनाशः भवति अपि सत्यं इति अस्ति महोदय अस्तु अग्रे शोभाभगिनी समीचीनं धन्यवादः इदानीं शक्यः योगः अवाप्तुम् इति शक्यः योगः तत्र शक्यः अकारः विसर्गयोगः विसर्गः योगः अकारः तर्हि पुनः अतोरोरप्लुतात् अप्लुते इति सूत्रेण तत्र विसर्गस्य स्थाने ऋत्वं तदनन्तरम् उत्वं भवति शक्ययोगः उ अकार उकारयोः आद्गुणः इत्यनेन ओकारः अपि च परवर्णः अकारः अतः तत्र शक्यो अवाप्तुम् इति भवति एङ्गः पदान्तात् अति इति सूत्रेण शक्यो वाप्तुम् इति भवति तत्र अवग्रह चिह्नः आगच्छति इत्युक्ते अका पर अकारस्य पूर्व किं तत्र ओकारस्य पूर्वरूप एकादेशः हा अस्तु अपि च श्लोकः षष्ठाध्याये षड् त्रिंशत्तमं सूत्रम् असंयतात्मना योगो दुष्प्राप इति मे मतिः वश्यात्मना तु यतता शक्यो वाप्तुम् उपायतः अस्तु शक्यः तर्हि असंयतात्मना तृतीया तत्र योगः दुष्प्रापः इत्युक्ते दुष्प्रापः प्राप्तुं दुष्करः कस्य इत्युक्ते संयम असंयतात्मना आत्मनि संयमः नास्ति यस्य योगः तस्य योगप्राप्तिः दुष्करः इत्युक्ते योगः इति मे मतिः इति भगवान् वदति. अपि च वश्यात्मना इत्युक्ते यस्य आत्मा वशे अस्ति सः वश्यात्मना तु यतता शक्य अवाप्तुम् उपायतः शक्य अवाप्तुं हा शक्यः अवाप्तुम् उपायतः इत्युक्ते तत्र भगवान् वदति मे मतिः इति दुष्प्रापः असंयता आत्मना किन्तु तु किन्तु शक्यः अवाप्तुं यततः उपायतः वश्य आत्मना. मै कन्विक्षन् इस् दट् योग इस् डिफिकल्ट् टु बि अटेण्ड् बै वन् आफ् अन्कण्ट्रोल्ड् मैण्ड् असंयात्मना बट् इट् ईस् पासिबल् टु बि अटेण्ड् थ्रू द अबव् मीन्स् बै वन् हू स्ट्रैव्स् अण्ड् हेस् कण्ट्रोल्ड् मैण्ड्. तर्हि तत्र एकः अस्ति वश्यात्मा यस्य आत्मा वशे अस्ति मैण्ड् असंयतात्मा तयोः तत्र कम्पेरिजन् इदानीम् इत्युक्ते सत्यं योगप्राप्तिः कस्य भवति कस्य न भवति इति वदति भगवान् हा इत्युक्ते तत्र आत्मनि संयम इति बहु प्राधान्यम् अस्ति. तर्हि तत्र तद् हा सेल्फ् कण्ट्रोल् इन्द्रियाणां कण्ट्रोल् किं तत्र इन्द्रियाणि वशे भवेयुः तत्र समत्वं भवेत् सर्वत्र इति समत्वम् इति अपि च संयमम् इति अस्मिन् श्लोके वदति. तर्हि तत्र अपि तत्र प्राशं तत्र आत्मना इति अस्ति इति कृत्वा तत्र कर्मणि प्रयोगः खलु योगः कर्मणि प्रयोगः आम् असंयतात्मना तर्हि तत्र आत्मन् इति भवत् महोदय असंयतात्मन् अथवा आत्मा यतोहि आत्मन् इति तत्र प्रथमविभक्त्यां तत्र आत्मा इति असंयतात्मा असंयतात्मा योगे योगं न प्राप्नोति एव न प्राप्नोति दुष्प्रापः दुष्प्रापः तस्य कृते किन्तु वश्यात्मनः इति षष्ठी अपि भवति खलु महोदय वश्यात्मनः अपि च अत्र अत्र तु पुनः कर्मणि एव वश्यात्मना इति तत्रापि कर्मणि एव कर्मणि अपि यतता सतपि नाम यतत् यतता इति तत्र प्रयत्नम् इति वा तत्र यतन् इति तत्र किन्तु यतन् इति शत्रुतः भवति यतता थ्रू द मीन्स् किं तत्र यततः इति भवति किन्तु किन्तु तत्र हा तत्र तृतीया एव भवति खलु महोदय आम् आम् यतोहि वश्यात्मना यतता वश्यात्मना इति भवति सत्यं सत्यं तर्हि प्रथमविभक्त्यां तत्र यतन् वश्यात्मा यतन् तत्र यतते यतमान इति भवति खलु न यतमानः न यतन् यतन् एव नाम यः ओ यतते इति भवती चिन्तयति वा नाम आत्मनि पदि दातुः अस्ति तत्र किन्तु कुत्रचित् तत्र द्विधा अपि भवति, आत्मने अपि अस्ति, परस्मैपदी अपि अस्ति, सत्रन्ता अपि अस्ति. तर्हि यत् धातुः किम् उभयपदी अस्ति वा? न, किन्तु तत्र बहुत्र दृष्टवती महोदय, परस्मैपदी अस्ति चेदपि कदाचित् शत्रन्तशानच् द्वे अपि दर्शितौ सन्ति. यत् यतमान यतमान इति अस्ति, वादिगणे अस्ति अपि च चुरादिगणे अस्ति यत्. किन्तु तत्र तत्र प्रायशः वादि इति मन्ये भगिनी, तत्र रूपं चुरादिरूपं नास्ति. यतते यतेते यतन्ते सो यतत. तत्र यतता इति, तर्हि तत्र रूपं किम् अस्ति खलु? तर्हि यतता यतता यातक यत यतता इति एव स्थापयामि महोदय. तत्र कुत्रचित् आर्षप्रयोगः अपि अस्ति, तदपि यतताः इति अस्ति वा? न, तद् नास्ति. यतोहि एक यतताः नास्ति, यतोहि एकः एव खलु आत्मना इति नास्ति. अतः तत्र बै वन् हू स्ट्रैव्स् इति एव दत्तं, किन्तु यत् हा यतमानः एव तत्र इत्युक्ते तत्र आर्षप्रयोगः प्रायशः महोदय. यतता न दृश्यते. तत्र पश्यामि, 36 खलु तथा यति यत् यतता इति कुत्रापि नास्ति यतता इति. ओ, अत्र न दत्तम् अस्ति. अहं तत्र अन्यस्मिन् पुस्तके तत्र दत्तं वा इति पश्यामि, किन्तु किमस्ति शब्दः किमस्ति, यतता वा? हा, यतता भगिनि, यतता. न, कोऽपि नास्ति यतता इति. हा, अत्र किं दत्तं व्याकरणं सन्धि तात्पर्यं कुत्रापि तत्र न दत्तं भगिनि. तत्र यतता इति तत्र शब्दपाठे अपि दृष्टवती महोदय, नास्ति तद् नास्ति. हा, तत्र वेदेषु व्याकरणं भिन्नम् अस्ति. हा, किन्तु भगिनि तत्र अहं गीताप्रवेशे तत्र द्वितीयभागे नाम द्वितीयभागः द्वितीयखण्डः तत्र श्लोकस्य अर्थः अपि दत्तः. तत्र अन्वयः इति कृत्वा तत्र यतता वश्यात्मना तु उपायतः अवाप्तुं शक्यः इति दत्तं. तर्हि यतता इति वश्यात्मना, तर्हि तत्र नाम तत्र तृतीया इव भासते खलु, नाम यतता वश्यात्मना इति अस्ति. तृतीया एव प्रायशः महोदय, किन्तु तत्र रूपं रूपं भिन्नम् अस्ति खलु तत्र वेदेषु. तर्हि धातु कथं तत्र परस्मैरूपं, यत् प्रायशः यत् एव धातुः, किन्तु ते पूर्वमेव आसीत् तत्र लिखितव्याकरणं व्याकरणात् पूर्वम् इति. सत्यं सत्यं. तत्र वेदेषु तत्र लेट् लकारः इति अस्ति खलु महोदय? वेदेषु लेट् लकारः. प्रयत्नवता इति अर्थं दीयते. तत् शत्रन्तम् अस्ति, प्रयत्नवता इति, प्रयत्नवान्, प्रयत्नवत्, प्रयत्नवता इति. यतत् यतत् यतता भवति खलु? सत्यं. तत्र यतत् कथं, यतत् इति नास्ति, स्त्रीलिङ्गे यतता इति आयाति वा? किन्तु अत्र आत्मा इति, किन्तु अत्र आत्मनि आत्मना इति अस्ति भगिनि, तर्हि भिन्नमस्ति. अस्तु अस्तु अस्तु, पश्यामः. किन्तु ओके तत्र किञ्चित् क्लेशः अस्ति समीचीनं यतता इति ओके अस्तु शक्यः अवाप्तुम् इति अस्तु अग्रे अग्रे हा शोभगिनी हा शोभगिनी धन्यवादः अध्यात्मं स्वभावः अध्यात्मं तत्रापि विसर्गस्य पुरे अकार विसर्गस्य परे अपि अकारः अस्ति इति कारणतः तत्र भो भगो अगो अल अतोरप्लुला तप्लुते इत्यनेन उकार भवति उकार भवति तदेव स्व उकार भवति गुणकार्यं भवति तत्पश्चात् पूर्वरूपसन्धिः भवति तदेव तत्र स्वभावो स्वभावोध्यात्मम् इति रूपं प्राप्नुमः स्वभावोध्यात्मं तत्र सूत्रसङ्ख्या श्लोकसङ्ख्या 8.3 ओके श्रीभगवान् उवाच अक्षरं ब्रह्म परमं स्वभावोध्यात्म उच्यते तत्र स्वभावोध्यात्म उच्यते भूतभावोद्भवकरो विसर्गकर्मसंहितः ओके अक्षरं ब्रह्म परमं ब्रह्मन् अक्षरम् अस्ति परमम् अक्षरम् अस्ति इत्युक्ते तस्य नाशः न भवति ब्रह्मन् ब्रह्मनाय नाशं न भवति स्वभावोध्यात्म उच्यते स्वभावः अध्यात्मम् इति उच्यते स्वभाव तस्य स्वभाव तस्य स्वभावं ब्रह्मणस्य ब्रह्मन् तस्य ब्रह्मणस्य इति वा ब्रह्मणस्य ब्रह्मणस्य इति न भवति खलु ब्रह्मणः इति भवेत् अथवा ब्रह्मणः ब्रह्मणः तस्य स्वभावः अध्यात्मः इति उच्यते भूतभावोत् भवकरो भूतभावोत् भवकरो उद्भव अच्छा भूतभावः उद्भव करो करः विसर्गः कर्मसंहितः इत्युक्ते भूतभाव उद्भवकरः यद् भूतभाव उद्भवकर तस्य उद्भवकर इत्युक्ते तस्य उद्भवति इत्युक्ते किं वदामि दट् वन् इस् क्रियेटेड् आर् दि क्रियेशन् इस् हापनिङ्ग् भूतभाव उद्भवकरः विसर्गः प्रकृति कर्मसंहितः न जानामि लेट् मी लुक् अट् द बुक् एय्ट् अध्याये 8.3 सप्तमध्याय अष्टमध्याय 8.3 ओके तत् किं वदति तत्र अक्षरं विनाशरहितः परमात्मा परमम् अत्युत्तमं ब्रह्म उच्यते स्वभावः जीवरूपेण देहे भवनम् अध्यात्मम् उच्यते कथ्यते भूतभावोद्भवकरः भूतानाम् उत्पत्तेः वृद्धेः च कारणं विसर्गः इत्युक्ते यज्ञः सर्वसङ्गीतकर्मनामकः तात्पर्यं पठामि वा अत्युत्तमं सर्वव्यापकं च ब्रह्म इति उच्यते अत्युत्तमं विनाशरहितं सर्वव्यापकं च ब्रह्म इति उच्यते तादृशस्य ब्रह्मणः जीवरूपेण शरीरे अवस्थानम् अध्यात्मम् इति कथ्यते तादृशस्य ब्रह्मणः जीवरूपेण शरीरे अवस्थानम् अध्यात्मम् इति कथ्यते ओ ओके सर्वेषां भूतानाम् उत्पत्तौ वृद्धौ च कारणीभूतः यज्ञः देवतोद्देशेन चरूपुरोडास्तादेः द्रव्यस्य विसर्जनं कर्म इति उच्यते. किमिति न अण्डर्स्टाण्ड् महोदय उक्तं तत्र भवती तत्र यत् पठितवती सम्यक् एव भगिनि, नाम परब्रह्म तत्र यदा जीवरूपेण अध्यात्मम् इति कथ्यते. अध्यात्मम् इति तदा सर्वेषां भूतानाम् उत्पत्तौ वृद्धौ च कारणीभूतः यज्ञः कर्म इति उच्यते. कर्म नाम किं? सर्वेषां भूतानां तत्र उत्पत्तिः उत्पत्तिः भूतभाव उत्पत्तिः एव तत्र कर्म इति उच्यते. अच्छा, ओके. तत्र कारणीभूतः यज्ञः इति नाम कारणमेव तत्र तस्य कारणं यत् अस्ति तदेव कर्म इति. अस्तु अस्तु. नाम तत्र कारणीभूतः नाम तत्र यज्ञः यद्यज्ञः कारणमस्ति. यद्यज्ञः कारणमस्ति सर्वेषां भूतानाम् उद्भवकारणं तदेव तत्र कर्म इति उच्यते. ओके ओके. तत्र भगिनि प्रायः तत्र प्रथमं श्लोकम् अस्मिन् अध्याये पठतु. तदा तत्र अधियज्ञः किं तद् प्रथमं न तस्मात् प्राक् अपि ब्रह्म अर्जुन उवाच किं तद् ब्रह्म किम् अध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तम् अधिदैवं किमुच्यते अधियज्ञ कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः. इति तत्र अर्जुनः प्रश्नानि पृच्छति. आम् आम्. तत्र कति ब्रह्मनिति किं अध्यात्म किं तद् ब्रह्म किं तद् अध्यात्मं किम् अतिभूत किम् अधिदैवत अधिदैव किं कर्म किं कर्म अस्तु अधिभूतं च किम् अधिदैवं किम् अधियज्ञः कथं कः अत्र देहे अस्मिन् अस्ति ओके प्रयाणकाले च कथं नेयः असि ज्ञेयः असि नियतात्मभिः किमर्थं जानामि इति प्रयाणकाले कथं ज्ञास्यामि तत्र अनेकानि प्रश्नानि पृच्छति तत्र इदानीं भगवान् उत्तरं ददाति एकमेकम् उत्तरं ददाति. अष्टमे अध्याये तत्र सप्त अथवा तत्र कति प्रश्नानि सन्ति प्रायशः अष्ट अथवा नव प्रश्नानि अथवा तादृशं किमपि अस्ति झटिति झटिति तत्र भगवान् उत्तरं ददाति. अस्तु धन्यवादः धन्यवादः. समीचीनं भगिनि. अस्तु अग्रे तर्हि तत्र नरेश् महोदय. अस्तु स्थितः योग अस्मि अत्र विसर्गात् पूर्वम् अकारः अस्ति विसर्गात् परमपि अकारः अस्ति अत्र विसर्गस्य उकारः भवति तदा सन्धिः भवति ओकारः भवति अतः स्थितोऽस्मि स्थितोऽस्मि अवग्रहचिह्नः आगच्छति स्थितोऽस्मि भवति अत्र श्लोकः अस्ति त्रिसप्तं सप्ततितम् अन्तिम अन्तिमभागे अस्ति महोदय भगवद्गीतायाः तत्र अन्तिमश्लोकः नास्ति किन्तु तत्र भगवद्गीतायां नाम तदनन्तरं सञ्जय उवाच इति एव अस्ति. एतत् श्लोकः तु अर्जुन उवाचः अस्ति. सत्यं सत्यं महोदय. अर्जुन उवाच नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात् मया च्युत स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव. अत्र अर्जुन उवाच अस्ति सम्बोधनं करोति अच्युतः अच्युत नष्टो मोहः मम मोहः नष्टः अभवत् स्मृति लब्धा स्मृतिः लब्धा अस्ति स्मृतिः स्त्रीलिङ्गे अस्ति अतः लब्धा लब्धा अस्ति त्वत्प्रसादात् मया च्युत त्वत्प्रसादात् इति कारणं प्रसादात् नाम तत्र प्रसादात् इत्युक्ते तत्र आशीर्वादम् इति तादृशप्रसादात् प्रसादात् लब्धा लब्धा अस्ति मया लब्धा अस्ति मया लब्धा अस्ति स्मृति स्थितोऽस्मि अहम् अधुना तु स्थितः अस्ति अस्मि स्थितः नाम स्थिरः स्थिरः अस्मि मम स्थिरमस्ति स्थिरमस्ति अथवा अहं स्थितः अस्मि गतसन्देहः सन्देहः अपि गतवान् गतः अस्ति गतः गतः अस्ति मम सन्देहः गतः गतः तत्र गतसन्देहः इति तत्र बहुव्रीहिः यस्य सन्देहः गतः सः गतसन्देहः करिष्ये वचनं तव तव वचनम् अहं करिष्ये उत्तमं महोदय अतः तत्र एतदेव तत्र अन्तिमश्लोकः तत्र भगवान् एतावत् उक्तवान् इदानीं तत्र सः पृच्छति तत्र किं किमस्ति इदानीम् इति सर्वं तत्र पूर्वश्लोकमपि पठतु महोदय एकवारं पूर्वं पूर्वमस्ति कच्चिदेच्छुतं पार्थ एतत् श्रुतं पार्थ त्वैकाग्रेण चेतसा कच्चिद् कच्चिद् ज्ञानं ज्ञानसम्मोहः कच्चित् अज्ञानसम्मोहः प्रणष्टे प्रणष्टस्ते धनञ्जय नाम मोहः प्रनष्टः अस्ति वा ते तव मोहः प्रनष्टः अस्ति वा धनञ्जय अपि तत्र यत् एतावत् अहम् उक्तवान् तत् भवान् श्रुतवान् वा चेतसा एकाग्रतया तत्र एकाग्रेण एतसा श्रुतवान् वा इति भगवान् पृच्छति एतत्तु भगवान् उवाच अग्रे अधुना इदानीं वदति आमाम् अहं सम्यक्तया श्रुतवान् इदानीम् अहं यद् भवान् उक्तवान् तद् अहं करिष्ये सर्वं नष्ट नाम तत्र मोहः नष्टः सन्देहः गतः मम मनं स्थिरम् अस्ति स्मृतिर अपि लब्धा अस्ति अतः अहं यत् भवान् उक्तवान् तव वचनं भवता तद् करोमि समीचीनं अस्तु समीचीनं महोदय तत्र अन्तिमश्लोकः उत्तमः अस्ति तत्र मध्ये मध्ये श्लोकान् पठितवन्तः किन्तु तत्र एषः श्लोकः प्रथमवारम् आगतः इति मन्ये अस्तु समीचीनम् इदानीं तर्हि अग्रे तत्र शोभगिनी अग्रे आं महोदय इदानीं रिक्तस्थानानि पूरयत यजामः भगिनि तत्र तत् जानीमः बहुवारं पठितवन्तः अस्तु हा तत्र प्रथमश्लोकम् अन्तिमः प्रथमः श्लोकः एकवारं पठित्वा एकवारं पठित्वा अग्रिममपि करोतु तर्हि अस्तु धृतराष्ट्र उवाच धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः मामकः पाण्डवाश्चैव किम् किमकुर्वत सञ्जय तर्हि तत्र आम् धृतराष्ट्र उवाच तत्र धृतराष्ट्रः इत्यस्य विसर्गस्य लोपः दृश्यते तावदेव तत्र महोदय तत्र लोपः शाकल्यस्य भो भगो अभो अघो अपूर्वस्य अपि च लोपः शाकल्यस्य इत्यनेन विसर्गलोपः अग्रिमम् अस्ति कर्मफलहेतुः योगः भूः योगः मा इति तर्हि तत्र कर्मफलहेतुः इति उकारात् परं विसर्गः तत्र इचः परस्य इति रेपः इति भवति तर्हि तत्र कर्मफलहेतुर् योगः भूः तत्रापि उकारः दीर्घ उकारः तत्रापि रेपः भवति तदनन्तरं योगः मा इति अस्ति इत्युक्ते तत्र इदानीं सूत्रं तत्र किं भवति आवर्णः नास्ति तत्र इचः परस्य किन्तु सर्गे अस्तु तत्र हेतुः तदनन्तरं भू तत्र रेपः खलु हेतुः हा तत्र रेपः आगच्छति तदनन्तरं अखरि इति तद् भाटसूत्रं किन्तु किं सूत्रं विसर्जनीयस्य सः हा विसर्जनीयस्य अखरि इति भवेत् तत्र खलु विसर्जनीयस्य सः अखरि तर्हि विसर्जनीयस्य सः अखर्वर्णः तत्र अखर्वर्णः नास्ति खर्वर् पफ बभ हा अखर्वर्णः अस्ति अस्तु रे सकारः ससजुषो रुः इत्यनेन ऋत्वं तर्हि तत्र हा तर्हि तथा एव भूः योगः मा तत्रापि अखर्वर्णः अतः विसर्जनीयस्य सः तदनन्तरं ससजुषो रुः इत्यनेन रेपः अपि च तत्र किन्तु तत्र सकारः अस्तु तर्हि कर्मफलहेतुर्भूर्मा इति भवति करेक्ट् अपि च तावदेव अस्ति तत्र अन्तिमरूपं कर्मफलहेतुर्भूः तत्र भूः इति किन्तु तत्रापि रेपः कर्मफलहेतुर्भूर्मा इति भवति द्वितीयाध्याये इदानीं सप्तचत्वारिंशत्तमं सूत्रम् श्लोकं 247 बहु प्रसिद्धः श्लोकः बहु प्रसिद्धः कर्मण्येवाधिकारस्ते मा फलेषु कदाचन मा कर्मफलहेतुर्भूर्मा ते सङ्गोस्त्वकर्मणि इति तत्र भगवान् वदति कर्मणि एव अधिकारः ते एतत् मया पूर्वं पठितं महोदय अतः वदामि कर्मणि एव अधिकारः ते इति किमर्थं वदति भगवान् इत्युक्ते इदानीं तव अधिकारः ज्ञाननिष्ठायां नास्ति इति वदति इत्युक्ते अर्जुनः इदानीं बहु किं तत्र डिल्यूडेड् इति कथं वदामः सः डिल्यूडेड् अस्ति अतः सः यद्यपि भगवान् द्वितीय अध्याये आरम्भतः आत्मविद्या एव बोधितवान् किन्तु सः न अवगतवान् अतः इदानीं भगवान् तत्र कर्मयोगस्य विषये उपदेशम् आरम्भं करोति अपि च इदानीं भवतः अधिकारः कर्मणि एव इति तत्र तादृश अर्थः भवति अधिकारः नास्ति इति चित्तशुद्धेः अनन्तरं तत्र अधिकारः भवितुम् अर्हति ज्ञाननिष्ठायां, किन्तु इदानीं प्रकृतसमये नास्ति. मा तर्हि तत्र कर्म कुरु, किन्तु मा फलेषु कदाचन. तव अधिकारः फलेषु कदाचन इत्युक्ते कदापि न इति, तत्र अण्डर् नो कण्डिशन् नो सर्कम्स्टेन्स् वाट् एवर् इति पठितं, कदापि न फलेषु. मा कर्मफलहेतुः भू भूः. भवान् स्वस्य कर्मणः फलस्य हेतुः मा भूः. तत्र कर्मफल इत्युक्ते जन्म एव, पुनर्जन्म. तदेव कर्मफल इत्युक्ते कर्मजः फलं यत् अस्ति जन्म. भवान् एव स्वस्य जन्मनः कृते हेतुः मा भूः इति वदति. आमां, यदि वयं कर्म कुर्मः इति चिन्तयामः चेत् तर्हि तत्र अहमेव कर्ता भवामि. यदि अहं कर्ता भवितुम् इच्छामि तर्हि किमपि फलम् आगच्छति तत्सर्वस्य हेतुः अहमेव भवामि. किन्तु भगवती कर्मणि समर्पयामः चेत् तदा भगवान् निश्चयं करोति तत्र पुनर्जन्म कथं भवेत् अथवा न भवेत् इति. अतः त्वं कर्मफलहेतुः मा भूः इति वदति. ते सङ्गः अस्तु नास्तु, ते सङ्गः तु सङ्गोस्तु अकर्मणि अपि सङ्गः मास्तु. इत्युक्ते यदि इदानीम् अर्जुन चिन्तयति तर्हि अहं कर्म एव न करोमि इति. यदि अहं कर्मफलहेतुः भवामि चेत् अहम् इदानीमपि कर्म तत्र युद्धं कर्तुं न इच्छामि एव, तर्हि अहं कर्म न करोमि. यतोहि तत्र भयानककर्म अस्ति इदानीं मम, मया कर्तव्यम् अस्ति, तद् कर्म भयानकम् अस्ति, अतः कर्म एव न करोमि इति चिन्तयति. अतः भगवान् तत्पूर्वम् एव वदति असङ्गत् अकर्मणि अपि सङ्गत्वं मास्तु, कर्म करोतु एव, कर्म तु करणीयं किन्तु फलं त्यक्त्वा इति वदति. अग्रे वदति सङ्गं त्यक्त्वा धनञ्जय कर्म कुरु इति, तदस्ति तत्र. समीचीनं भगिनि, उत्तमं. तर्हि तत्र कर्मफलहेतुः मा, तत् समीचीनमस्ति भगिनि. तत्र अग्रिमजन्म तत्र जन्म मास्तु इति, यदि कर्ता इति चिन्तयामः तत्र अग्रिमजन्म भवति, अग्रे जन्म भवति एव इति. समीचीनं भगिनि. अपि च तस्य कर्ता वयमेव भवामः, तत्र सर्वं मां समर्पयतु इति किमर्थं भगवान् वदति इत्युक्ते तदा सः चिन्तयति, सः निर्धारं करोति किं करणीयम् इति. आं महोदय, धन्यवादः. समीचीनं भगिनि, समीचीनं भगिनि. अस्तु अग्रे तर्हि वेदा भगिनि. निराशीर्निर्ममो भूत्वा, निराशीर् निर्ममो भूत्वा, निराशीर् निराशीः निर्ममः भूत्वा, निराशीः इत्युक्ते तत्र ईकारस्य विसर्गस्य पूर्व ईकारः, तत्पश्चात् अखरि वर्ण तु भाटसूत्रेण तत्र रेफा भवति. अदर्वैस् आल्सो सूत्र पदगत सूत्रदृष्ट्यां तत्र विसर्गस्य स्थाने निराशीः सकारस्तु, सकारस्य सशिशु रुगु इत्यनेन रेफ भवति. निराशीर् निर्ममः भूत्वा तत्र तु विसर्गस्य पूर्व अकार परे मृदु व्यञ्जनमस्ति इति कारणतः तत्र उत्वं भवति. सो निर्ममो भूत्वा, सो निराशीर् निर्ममो भूत्वा इति सन्धिकार्यं भूत्वा पदम् अस्ति, वाक्यं भवति तत्र. 3.30 इत्युक्ते चाप्टर् 30 भगवान् वदति इति मन्ये तत् किं सत्यं भगिनि भगवान् इति वदति मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा निराशीर्निर्ममो भूत्वा तदेव निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः मयि सर्वाणि कर्माणि सन्न्यस्य इत्युक्ते सर्वाणि कर्माणि मयि अर्पणं करोतु सन्न्यस्य आध्यात्मचेतसा आध्यात्मचेतसा इत्युक्ते मनसि किं वदामि मम एव मनसि स्थापयतु इति वा मनसि विद्य मैण्ड् फोकस्ड् आन् मी सन्न्यस्य आध्यात्मा चेतसा निराशीर् निर्ममो भूत्वा निराशी निर्मम भूत्वा निराशी इत्युक्ते आशा कोऽपि आशा न करणीयं निर्मम इत्युक्ते कोऽपि अहङ्कारं नास्ति निर्मम भूत्वा युद्धस्व विगतज्वरः विगतज्वरः इत्युक्ते युद्धस्व इत्युक्ते युद्धं करोतु युद्धं करोतु विगतज्वरः इत्युक्ते विदौट् एनी कन्फ्यूषन् इति वा विगतज्वरः सत्यं ज्वरः नास्ति भगवान् वदति सो ऐ रीड् द इङ्ग्लिश् मीनिङ्ग् therefore dedicating all actions to me with your mind focused on the self being free from desire egoism and mental stress vigata jwara itse mental stress fight the battle astu okay vigata jwara itse mental stress nirmama itse egoism nirashi itse free from desire कोऽपि आशा नास्ति तत्र निर्मम अभूत्वा युध्यस्व डू द युद्धं फैट् द वार् इति भगवान् वदति एव्रिथिङ्ग् लीव् इट् आन् मी आल् द कर्म यु लीव् इट् आन् मी अण्ड् वित् जस्ट् यु फोकस् य मैण्ड् आन् अध्यात्म अण्ड् देन् विदौट् एनी इन् एक्स्पेक्टेशन् एनी ईगो अण्ड् वि एनी मेण्टल् स्ट्रेस् जस्ट् फैट् द वार् अण्ड् लीव् एव्रिथिङ्ग् कर्मण्येव अधिकारस्य तदेव तत्रापि तस्य एव अर्थम् इति मन्ये यु डू द वार् यु डू कीप् डूयिङ्ग् दिस् विदौट् आल् दीस् थिङ्ग्स् अण्ड् लीव् इट् आन् मी वाट् एवर् कर्म यु आर् डूयिङ्ग् यु डू दट् टु अर्पणं टु मी यु डू दि अर्पणं ओके धन्यवादः समीचीनं अस्तु तर्हि तत्र समयोऽपि जातः किन्तु तत्र भेदभगिनी भवति एव तत्र अन्ते प्रार्थनां वदति वा ओ पूर्णमदं पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः सर्वेभ्यो नमस्कारः गुरुभ्यो नमस्कारः धन्यवादः नमस्कारः अग्रिमवर्गे मिलामः धन्यवादः महोदय नमस्कारः धन्यवादः नमस्कारः